सरितानि जिनेहितानि च सोमनस्सानि भवन्ति जन्तु नो ते सात्त्विकाः सुखेसिनो ते वे जातिजरूपगानरा. In beings there arise pleasures that rush towards sense objects, and such beings are steeped in craving. Bent on happiness, they seek happiness. Verily, such men come to birth and decay. Pháp Cú câu 341. Người đời nhớ ái dục, ưa thích các hỷ lạc, tuy mong cầu an lạc, họ vẫn phải sanh già.